नमस्कारः. ऋङ्लकारः इति करपत्रम् अनुवर्तते. तर्हि नूतनविषयः नास्ति इति मन्ये अस्मिन् सप्ताहे. तर्हि आहत्य पुनः वयम् आरम्भतः पठामः वा? कथं कुर्मः, किं कुर्मः वयं स्मरणार्थं? ब्रह्मस्य एकमेकं सूत्रं सर्वे इति वदे वदे वदे तथा कुर्मः. तर्हि उपस्थापनरूपेण वदति वा भगिनी लृङ्लकारस्य विषये, तदनन्तरम् एकैकं वयं कुर्मः. स्थला भगिनी वदति वा? लकार इति वयं जानीमः, आर्धधातुक लकार इति वयं वदामः. यत्र आर्धधातुकप्रक्रिया प्रचलति तत्र विकरणप्रत्ययः न आगच्छति. यथा लिट् लकार भविष्यार्थे अस्ति, तथैव लिङ् लकार स प्रयोगः भविष्यार्थे भवति, किन्तु भूतकाले इति भवति इति अस्ति. वयं जानीमः लिङ् लकार तस्य निमित्तानि सन्ति. यथा लिङ् लकार अस्ति यत्र वयम् अधीतवन्तः, सूत्रमस्ति हेतुमतो लिङ् हेतुमतो लिङ् इति तृतीय अध्याये तृतीयपादे षड् पञ्चाशत् अधिकम् एकशतं सूत्रम् अस्ति. तत् लिङ् लकारस्य निमित्तम् अस्ति, तद् भवति सम्भावना अर्थे तु, किन्तु लिङ् लकार यत् अस्ति तत् सम्भावना नास्ति. तत्र एकम् अन्य अपि बिन्दुः आगच्छति, तत् अस्ति क्रियातिपत्ति. तयो मध्ये एतद् भेदः अस्ति. लिङ् लकार अस्ति सम्भावना अर्थे यत्र कार्यकारणभाव वा हेतुमतोभाव यत्र भवति तत्र लिङ् लकारस्य प्रयोगः भवति. किन्तु लिङ् लकार यत् अस्ति यत्र लिङ् निमित्तम् अस्ति अपि क्रियातिपत्तिः अस्ति, तत्र लिङ् लकारस्य उपयोगः भवति. तदनन्तरं वयं दृष्टवन्तः लिङ् लकारस्य उपयोगः भवति भविष्यकालार्थे अपि भूतकालार्थे अपि, कुत्र नित्यमस्ति कुत्र विकल्पेन अस्ति इति तावत्पर्यन्तं वयं दृष्टवन्तः. पुनः इति वयं दृष्टवन्तः. प्रथमम् अहं वदामि हेतुमतो लिङ् इति सूत्रं किम् अस्ति सम्भावना अर्थे. यदि लिङ् लकार प्रधानसूत्रं वयं न जानीमः, तदनन्तरं लिङ् लकारस्य इति मस्तिष्के न आगच्छति. लिङ् लकारस्य सूत्रं हेतुमतो लिङ् इति वदति. हेतु च हेतुमा उपस्थितौ कार्यकारणभावे सति धातुतः विकल्पेन लिङ् लकारस्य प्रयोगः भवति इति. यथा वयं दृष्टवन्तः, यथा वृष्टि भवेत् चेत् अहं बहिः कार्यालये किं भवति गच्छम् इति भवति, गच्छेम तु इति भवति. यत्र लिङ् लकारस्य उपयोगः अस्ति इति विकल्पेन अस्ति, इत्युक्ते अत्र हेतुः किम् अस्ति, वृष्टि भवेत् चेत् इति अस्ति हेतुः. हेतुमत् किं भवति, मम बहिः गमनं तु मम बहिः गमनं यत्र भवति तत् भवति हेतुमत्, तदस्ति क्रियाफल वा क्रिया जो कारण हेतु वा कारण इति अस्ति. अपि यत् फलम् अस्ति तत् वयं वदामः हेतुमत् अस्ति. तत् यत् हेतुमत् अस्ति गमनम् इति भवति हेतुमत्. मम बहिः गमनम् इति भवति हेतुमत्. तो क्रिया यदि हेतुमत् भवति तत्र लिङ् लकारस्य प्रयोगः अस्ति. यत्र लिङ् लकारस्य प्रयोगः न भवति तत्र किं भवति, तत्र विकल्पेन लिट् लकार आगच्छति तत्र. यथा वयं अहं वदामि यदि वृष्टिः भविष्यति तर्हि अहं बहिः गमिष्यामि इति, कार्यालये बहिः गमिष्यामि इति भवति। प्रेति अस्ति हेतुः, हेतुः मतो लिङ्ग्। तदनन्तरं लिङ्निमित्ते लिङ्ग् क्रियातिपत्तौ इति आगच्छति। तदेव वाक्यं लृट्लकारे उक्तवती, किन्तु तत्र किमस्ति लिङ्ग्लकारे अपि वदतु भगिनि। लिङ्ग्लकारे यदि वृष्टिः भवेत्, वृष्टिः भवेत् चेत् अहं बहिः गम आगच्छति, सः बहिः गमिष्येम, गच्छेयम् इति, गच्छेयं खलु, गच्छेम, गच्छेयम्, अहं गच्छेयम्। समीचीनं भगिनि, तावदस्ति खलु। अन्यत् किमपि, कोऽपि अन्यत् किमपि वक्तुमिच्छन्ति वा? भगिनी ध्वनिः न श्रूयते भगिनि इदानीं। हेतु हेतु मतो अनुवृत्तिसहित्रम् अस्ति, सूत्रमस्ति हेतु हेतुमतोः धातोः लिङ् प्रत्ययः परश्च विभाषा। तो हेतु हेतुमतो इति हेतु च हेतुमत् हेतुमतौ इति इतरेतरद्वन्द्व तयोः इति भवति षष्ठी विभक्ति, सप्तमी इति सति सप्तमी अस्ति हेतु हेतुमतोः धातोः, पञ्चमी प्र धातोः परतः लिङ् प्रत्ययः विधानम् अस्ति, प्रथमा विभक्त्याम् अस्ति, परस्य प्रत्ययः परश्च इत्यस्य अधिकारः अस्ति, विभाषा अपि तस्य अधिकारः अस्ति। अस्तु, अन्य कोऽपि अन्यत् किमपि वक्तुमिच्छति वा अस्मिन् विषये, हेतु हेतुमतो लिङ् इत्यस्मिन् विषये? तर्हि इदं सूत्रं तु केवलं सम्भावनार्थे अस्ति, यत्र आज्ञाप्रार्थनादिषु अर्थेषु तु तत्र किम् अस्ति विधिः, निमन्त्रण आमन्त्रण सम्प्रश्न इति सूत्रं तत्र स्मारयति वा कोऽपि, किमस्ति विधि, विधि निमन्त्रण आमन्त्रण अधीष्टसम्प्रश्नप्रार्थनादिषु लिङ् इति तद् भिन्नसूत्रमस्ति, यत्र आज्ञाप्रार्थनार्थे विध्यर्थे लिङ्लकारस्य प्रयोगः भवति इति अन्यंशः अस्ति। अस्तु, अग्रे कः वदिष्यति तत्र अग्रिमसूत्रं लिङ्निमित्ते लृट् क्रिया अतिपत् पत्तौ इति, मणिमहोदय वक्तुमिच्छति वा महोदय? वदामि महोदय। लिङ् लिङ्ग्लिमिते क्रियाधिपत्तौ धातुः तः असम्भवन् पूर्वसूत्रं लिङ् हेतु हेतुमत् लिङ् इति सूत्रेण सम्भावनार्थे दृष्टवन्तः, इदानीं लिङ् क्रियाधिपत्ति धातौ इति सूत्रेण यः सम्भावनार्थ नास्ति तत्र कार्यं भवति इति, लिङ् हेतु हेतुमत् भावः इत्यनेन ततोपि लिङ् निमित्तम् अस्ति चेदपि भविष्यत्कालात् क्रियाधिपत्तौ धातुतः लिङ् प्रत्ययः भवति इति सूत्रम् अस्ति, भविष्यत्कालात् तत्तु पूर्वसूत्रेण कालः यदि निर्मितः नास्ति, परन्तु अस्य सूत्रेण भविष्यत्कालात् एव भवति लिङ् भवति, तदपि नित्यं पूर्वसूत्रेण विकल्पेन भवति लिङ्गकारः, अत्र भविष्यत्कालात् लिङ् निश्चयेन नित्यं भवति इति सम्यक् उक्तवान्। अन्यत् उदाहरणमपि स्ववाक्यैः वर्तते, भगिन्या यत् तत्र भवान् एव स्वदं स्वयम् उदाहरणं वदिष्यति वा? यदि यदि प्रयुज्यते वक्तुं न शक्यते तर्हि भिन्न आङ्ग्लभाषया उक्त्वा वदति वा? यदि अद्य सङ्काल क्लैमेट् सम्यक् अस्ति चेत् अहं बहिः गन्तुं न असम्भवत् खलु, अद्य तु सम्यक् वातावरणं सम्यक् न भवति एव इति मत्वा वक्तव्यं खलु, आतपः भवेत् इति वक्त्वा तर्हि बहिर्गमनं न जायते इति तदा किं भवति, वाक्यं कथं भवति? वातावरणं सम्यक् नास्ति अतः वातावरणं सम्यक् नास्ति अतः बहिः गन्तुं भविष्यति, अतः बहिर्गमिष्यति इति तर्हि लृङ् उपयुज्य वदतु महोदय. वातावरणं सम्यक् न अभविष्यत् अतः मम बहिर्गमनमपि न अभविष्यत् अभविष्यत् अभविष्यत् सायङ्काले वातावरणं सम्यक् न अभविष्यत् अतः मम बहिर्गमनमपि न भविष्यत् बहिर्गमनं न अभविष्यत् वक्तव्यं न अभविष्यत् वक्तव्यं वा? न सायङ्काले वातावरणं अभविष्यत् सम्यक् अभविष्यत् चेत् मम बहिर्गमनम् अहं बहिर् अगमिष्याम् इति वि केन् वि डोण्ट् से नेगेटिव् सेन्स् वि से इट् इन् द पासिटिव् सेन्स् वि डोण्ट् यूस् द वर्ड् न सो वि से यदि सायङ्काले वातावरणं सम्यक् अभविष्यत् तर्हि अहं बहिः अगमिष्यम् इति द ट्रूत् इस् इट्स् नाट् गोयिङ्ग् टु बि गुड् सो ऐ एम् नाट् गोयिङ्ग् टु गो दट् इस् द आन्सर् रैट् खलु सरला भगिनि अन्यत् किमपि वक्तव्यम् अस्मिन् सूत्रस्य अस्य सूत्रस्य विषये महोदय नित्यं भवति भविष्यत्काला अस्ति इति सर्वं भविष्यत्कालार्थे नित्यं यतो हि भविष्यत् कालम् इति न अभवत् किन्तु वक्तु यत् वक्तु जानाति यथा यदि पुत्र न पठिष्यति उत्तीर्णं न भविष्यति साधु तो पिता जानाति मम पुत्र सम्यक् न पठति सदा तो सः इति वदति यदि पुत्र सम्यक् अपठिष्यत् तर्हि सम्यक् सः उत्तीर्णं अभविष्यत् इति कारणे किव सः जानाति न सः न भविष्येत् इति समीचीनम् अग्रे गच्छामः अग्रे किं तत्र किं सूत्रमस्ति भूते च इति अस्ति खलु तत्र सूर्यकुमारी भगिनी वक्तुमिच्छति वा भगिनि भगिनि भूते च तत्र निमित्तं लिङ्गनिमित्तं क्रियातिपत्तिः अपि अस्ति लिङ्निमित्ते भूते च धातोः लृङ् प्रत्यय क्रियातिपत्तौ तत्र विभास लिङ्निमित्ते भूते च क्रियातिपत्तौ अनुवृत्तिः अपि अस्ति धातोः लुङ् प्रत्ययः विकल्पेन भवति इति भूते च इति विकल्पेन भवति वा न खलु तत्र विभाषा किमपि नास्ति खलु भगिनि विभाषा खलु भगिनि विभाषा इति नास्ति खलु नास्ति नित्यमस्ति भूते च अधिकारसूत्रमस्ति नित्यमस्ति भविष्यत्काले नित्यमस्ति भूते च नित्यमस्ति वा भूते च स्वयं नित्यमस्ति तदनन्तरम् इति यदि सङ्ख्या पश्यतु भूते इति भूते च 3 3 1 40 अस्ति तदनन्तरं वो ताप्यो अन्यसूचं तत् अस्ति अधिकारसूच विभाषा कृते 142 आन्वर्ड् तदनन्तरमस्ति ओताप्लो समर्थयो लिङ्क् 133-152 तत्र लिङ्क् विधानं सूत्रमस्ति तो 142-151 तापर्यन्त यत्र निमित्तम् अस्ति तत्र विकल्पेन लिङ्ग् निमित्तम् अस्ति हेतुमत् अस्ति क्रियातिपति अस्ति इति भूते च अपि विभाषा इति भवति तत्र यत्र निमित्तम् अस्ति कारणं कि तत्र त्रीणि सूत्राणि सन्ति यत्र लिङ्ग् निमित्तं नास्ति सो 142-151 देट् मेक्स् इट् 11 and out of 3 so only 8 sutras will have the bhute oh kamatam itahar bhutapyo samatyo ling thala tadanantram eva vikalpa bhavati bhute cha nityam bhavati agreto vasutam agni तत्र लिङ्गनिमित्तम् इत्युक्ते भावः भूतकालात् क्रियातिपत्रु नित्यं भवति उदाहरणवाक्यं प्रयुज्यते लिङ्गविधानं नित्यम् पुत्रः पाठम् अपठिष्यत् उत्तीर्णः अभविष्यत् समीचीनं भगिनि उत्तमं तत्र चेत् इति योजयामः खलु चेत् नो चेत् यदि तर्हि नो चेत् चेत् इति वाक्यद्वयमस्ति खलु समीचीनं पुत्रः किमस्ति किम् उक्तवती भगिनि आम् पाठं खलु पुत्रः पाठम् अपठिष्यत् उत्तीर्णः अभविष्यत् उत्तीर्णः उत्तीर्णः कृतद्वाक्यमस्ति वाक्यद्वयमस्ति एकं तु हेतुवाक्यमस्ति पुत्रः पाठम् अपठिष्यत् इति हेतुवाक्यमस्ति अनन्तरं हेतुमान् वाक्यम् अत्र कनेक्टेड् सेण्टेन्स् अस्ति खलु तर्हि तस्य पृथक् क्रियापदमस्ति तस्य पृथक् कर्तृपदं भवति इति स्मर्तव्यं तर्हि उत्तीर्णः अभविष्यत् समीचीनं भगिनि तत्र अग्रे तु भगिनि अहं भूते च सूत्रं वक्तुम् इच्छामि अधुना अस्ति भगिनी उक्तवती भवती अपि तदेव अनुवर्तयितुं पुनः तस्मिन्नेव विषये वक्तुम् इच्छति वा भूते च इति सूत्रेणी लैक् सूर्यकुमारी भगिनी इत्यस्मिन् न श्रुतवती वा भगिनि अधुनैव श्रुतं पुनः वक्तुमिच्छति चेत् वदतु भगिनि चिन्ता नास्ति वदतु भूते च इति सूत्रेण विद्लिङ्ग् निमित्तम् अस्ति हेतुम् क्रियातिपत्रौ अस्ति भूतकाले अस्ति तत्र समये लृङ्विधानं भवति नित्यम् अनन्तरं सूत्रम् ओताप्यो इति आरभ्य सूत्रं 33151 पर्यन्तम् अत्र विकल्पेन रोमलकारः भवति इति अहं मन्ये, परन्तु उतापयोः समर्थ्योर्लिङ् अत्र लिङ् निमित्तं नित्यं भवति, तदेव भगिनि न न ऊतापयोः पूर्वं यावत् इत्युक्ते ऊतापयोः आरभ्य विकल्पिकं भवति. ओके, ऊतापयोः आरभ्य वैकल्पिकं भवति तद् तस्मात् पूर्वपर्यन्तम् as such only until bhutecha we have nityam because the next sutra is just adhikara sutra so it doesn't have any vikalpa anvikalpa iti nasti it's just an anuvrti adhikara sutra votapyoho iti just adhikara sutra asti tasya tu agrima sutrani tatra utapyoho arabhya tatra kim asti agrima tatra kim asti kiyat paryantam 151 paryantam तत्र विकल्पेन भवति इति ओतप्योः इति अधिकारसूत्रं वदति. तर्हि भूते च तर्हि सूत्रद्वयं नित्यम् इति स्मर्तव्यं तावदेव. किमस्ति किं किं सूत्रं नित्यं भवति? लिङ्निमित्ते लृङ् क्रिया तिपतौ इति नित्यं भवति, भूते च इत्यपि नित्यम्. अन्यत् सर्वमपि अन्यत् यानि सूत्राणि आगच्छन्ति ते सर्वे अपि अधुना वैकल्पिक विधानं भवति तत्र सर्वत्र इति स्मरति. We don't have to remember those sutras. Just remember these two sutras that we studied. One is for Bhavishyat Kalarthe. Another one is for Bhuta Kalarthe. Both are Nitya. But the rest of the sutras are going to be Vaikalpika. Rest of the sutras are very specific cases, like very, very special cases, right? Like Gartha. After 152, Uttapriya Samarthayo Linga, Tadya Nantaram, यदि लिङ् निमित्तं नित्यं भवति तत्र. आं तत्र किमस्ति भूतकालार्थे वैकल्पिकं भवति खलु, भविष्यत्कालं भवति समर्थयो लिङ् उत्थाप्य समर्थयो लिङ्ग् तस्य आदौ प्राक् ये सूत्राणि सन्ति तत्र विकल्पेन अस्ति. तत्र परतः 153 आन्वर्स् लिङ्निमित्तं वा क्रियातिपत्ति चेत् भूतकालार्थे तत्र नित्यम् आगच्छति पुनः. आम् बट् बिट्वीन् द 142 and 151 भूतकालार्थे देर् इस् अ डिफ़रेन्स् रैट्? या तत्र विकल्पेन अस्ति विभाषा अधिकार ओन्ली विकल्प जस्ट् फार् भूतकालार्थे, फार् भविष्यत्कालार्थे नित्यं तत्र इति न उक्तवान् महोदय. भविष्यकालार्थे आं भगिनि तथा उक्तमासीत् गते सप्ताहे, तदुक्तमासीत् महोदय. क्षम्यतां, कुत्रचित् अस्ति नित्यं भविष्यत्कालार्थे नित्यम् इति. लेट्स् रीड् भूतेच, लेट्स् रीड् स्टार्टिङ्ग् फ्रम् भूतेच. तत्र भूतेच इति सूत्रं प्रवर्तनं कुत्र कुत्र इति चेत् इति आरभ्य पठामः. तत्र देर् आर् ओन्लि टु त्री पेराग्राफ्स् रैट्? विल् रीड् दट्. तर्हि स्मरणं भवति एकनि तत्र. अरुणा भगिनी पठति वा भगिनि, भूतेच इति सूत्रस्य प्रवर्तनं कुत्र कुत्र इति चेत् इति आरभ्य पठति वा? बिकास् अण्टिल् देन् वि डोण्ट् हेव् अ कन्फ्यूशन्. लेट्स् स्टार्ट् रीडिङ्ग् फ्रम् हियर्. भूते च इति सूत्रस्य प्रवर्तनं कुत्र कुत्र इति चेत् इतः आरभ्य उत्थाप्योः समर्थ्योर्लिङ् इत्यस्मात् पूर्वं यावत् येषु सूत्रेषु लिङ्निमित्तं भवति तत्र सर्वत्र विकल्पेन नाम विकल्पेन भूते च इत्यनेन लुङ् विधानं भवति. अपि च उत्थाप्योः समर्थ्योर्लिङ् इत्यस् आरभ्य अग्रे गत्वा यत्र यत्र लिङ्निमित्तं भवति तत्र सर्वत्र भूते च इत्यनेन लिङ् विधानं नित्यं भवति. तदर्थं भूते च इत्यस्य काशिकावृत्तौ दत्तमस्ति यत् उत्थाप्यौ समर्थ प्रत्योर्लिङ् आरभ्य लिङ्निमित्तो विधानम् एतत् प्राक् ततो विकल्पं वर्षति इति अपि च उताप्योः समर्थ्योर्लिङ् इत्यस्य काशिकावृत्तौ दत्तमस्ति यत् ओताप्योः इति विकल्पेन निवृत्तः इतः प्रभृति भूते अपि लिङ्निमित्ते क्रियातिपत्तो नित्यं लृङ् भविष्यति तु सर्वत्र नित्यम् आहत्य भूते च इत्यस्य प्रवर्तनं विकल्पेन उताप्यो सामर्थ्योर्लिङ् इत्यस्मात् पूर्वं यावत् अपि च नित्यम् उताप्यो सामर्थ्योर्लिङ् इत्यस्मात् आरभ्य इदमपि बोध्यं यत् सर्वत्र सर्वेषु प्रसङ्गेषु भविष्यद्विवक्षायां लृङ् विधानं तु नित्यमेव. तदेव वयं चर्चितवन्तः भगिनि, भूते च इत्यनेन वयं जानीमः कुत्र कुत्र लृङ् भवति नित्यं कुत्र विकल्पेन इति प्रश्नः उदेति चेत् भूते च सूत्र आरभ्य उताप्यो समर्थ्योर्लिङ् इत्यस्मात् पूर्वं यानि सूत्राणि सन्ति ते भगिनि न न तत्र दोषः. भूते च इति तु नित्यम् अस्ति. आं भगिनि, भूते च इति नित्यम् अस्ति, तर्हि भूते च इति अनुवृत्तिः सर्वत्र आयाति, किन्तु भूते च इति नित्यसूत्रमस्ति. ओताप्योः इति आरभ्य, ओताप्यो इति अधिकारं सूत्रमस्ति, तत्र वा इति आगच्छति खलु, तर्हि ततः वा इति अनुवृत्तिः अग्रिमसूत्रेषु आयाति. साक्षात् पश्यामः चेत् 142 गर्हायां लट् अपि जात्वोः इति आरभ्य एव निमित्तं तत्र भूतकालार्थे विकल्पं भवति. कुतः आरभ्य इत्युक्ते गर्हायां लट् अपि जात्वोः इति आरभ्य ऊतापयोः समर्थ्योर्लिङ् पर्यन्तं विकल्पेन भवति भूतकालात्. अनन्तरं भविष्यत्कालात् तदनन्तरम् ऊतापयोः इति समाप्य अग्रिमसूत्रमायाति खलु 153 आरभ्य, तदारभ्य एक्स्क्लूसिव् लिस्ट् अस्ति खलु, क्षम्यतां, तर्हि ऊतापयोः समर्थ्योर्लिङ् आरभ्य नित्यं भवति. सो कुत्र कुत्र नित्यं भवति भूते च इति पश्यामः चेत् भूते च इति सूत्रं तु नित्यं भवति, भूतकालार्थे नित्यं भवति. अनन्तरम् ऊतापयोः समर्थ्योर्लिङ् आरभ्य पुनः नित्यं भवति. मध्ये यानि सूत्राणि सन्ति तत्र सर्वत्र भूतकालार्थे वैकल्पिकं भवति. अवगतं भगिनि. किं भगिनि? अवगतं भगिनि. अवगतं वा? किन्तु भविष्यत्कालार्थे पश्यामः चेत् हेतुमतो तत्र किम् अस्ति, लिङ् निमित्ते क्रियातिपतौ लृङ् क्रियातिपतौ इति आसीत् खलु, तदपि भविष्यत्कालसूत्रमस्ति, तद् नित्यम् आसीत्. अन्ये सूत्राणि अपि यानि आगच्छन्ति सर्वत्रापि नित्यमेव भवति भविष्यत्कालार्थे, तादृशवैकल्पचिन्तनं नास्ति, केवलं भूतकालार्थे एव वैकल्पिकं चिन्तनं भवति इति, वैकल्पिकं विददाति. साधु वा? तर्हि तत्र अधिकारसूत्रमस्ति, ओताप्योः अहं पठामि. ओताप्योः अधिकारसूत्रं वा ओताप्योः इति अहं वदामि. ओताप्योः इति तु अधिकारसूत्रमस्ति, यथा भगिनी उक्तवती भूते च इति नित्यसूत्रम् अस्ति, किन्तु भूतकालार्थे तत्र विधानं विकल्पेन भवन्ति केषुचित् स्थलेषु सूत्रेषु. कुतः आरभ्य कियत्पर्यन्तम् इत्युक्ते अस्मात् सूत्रात् ओताप्योः इति अधिकारसूत्रमस्ति, अत्र वा इति उक्तमस्ति, वा आ ओताप्योः इत्युक्तमस्ति, इत्युक्ते इतः आरभ्य एतस्मात् अधिकारसूत्रात् आरभ्य आ ओताप्योः इत्युक्ते तत्र अभिविधिः अस्ति, तत्र किम् अस्ति, तत्र ओताप्योः त्यक्त्वा तस्मात् पूर्वं यत् सूत्रमस्ति तावत्पर्यन्तं भूतकालार्थे वैकल्पिकविधानम् अस्ति इति उक्तमस्ति. तत्र आ इति तु तत्र कर्मप्रवचनीयशब्दः अस्ति, वयं जानीमः. तर्हि अत्र किम् अस्ति, भविष्यत्कालार्थे किन्तु तु केवलं भूतकालार्थे अस्य वैकल्पिकं विधानं वा इत्यस्य विधानं भवति. भविष्यत्कालार्थे यत् विधानमस्ति तत्तु नित्यमेव भवति, पूर्वं वा परं, तत्र तु कुत्रचित् अपि विकल्पेन न सम्भवति इति उक्तमस्ति. तावदेव अस्ति खलु अत्र अत्र तत्र. किन्तु तत्र यत्र यत्र विकल्पमिति पश्यामः चेत् यत्र यत्र लिङ्गविधानं भवति भवति लिङ्निमित्तम् अस्ति तत्र एव एतं तत्र वैकल्पिकत्वं तत्र आरोपयामः. यत्र लिङ्निमित्तं विना अन्यथा निमित्तम् अस्ति चेत् अन्यनिमित्तं यत्र लृङ्लकारस्य प्रयोगः भवति तत्र तु स्थलेषु तत्र नित्यमेव भवति, तत्र तु वैकल्पिकं नास्ति. यद्यपि इट् बिट्वीन् दीस् 11 सूत्रास् उतापयोः पर्यन्तम् अस्ति, वो उतापयोः इत्यस्मिन् अधिकारे अस्ति. यद्यपि ओतापयोः इत्यस्मिन् अधिकारे अस्ति तथापि यत्र लिङ्निमित्तं निमित्तीकृत्य कश्चन विधानं नास्ति चेत् तत्र तत्र नित्यमेव भवति, तत्र तत्र वा इत्यस्य अनुवृत्तिः न स्वीकुर्मः. इत्युक्ते त्रीणि सूत्राणि सन्ति यत्र यद्यपि ओतापयोः इत्यस्मिन् अधिकारे वर्तते तथापि लिङ्निमित्तीकृत्य भूतकालविध विधानं नास्ति तत्र इति कृत्वा तत्र तत्र भूते वा भूते इति अस्य तत्र अनुवृत्तिः नास्ति, वैकल्पिकत्वं मास्तु तत्र इति. भगिनि उत्त अपि ते अपि द्वौ पद द्वे पदे अपि अव्यय अव्यय सः उत अपि वा? आं भगिनि अस्तु उत अपि सत्यं सत्यम् अस्तु. तदनन्तरं नूतनसूत्रं ह्यः पठितम् अस्माभिः गते सप्ताहे, गर्हायां लट् अपि जातोः इति पठितं. वदति वा भगिनि पुनः कः वदिष्यति? वालण्टियर्स् अस्ति वा वक्तुं? मणिमहोदय अहं गतसप्ताहे उक्तवती. मणिमहोदय वदतु तर्हि, नदीं सम्यक् उक्तवान् खलु. प्रथमं तु वदति वा, स्मरति वा गते सप्ताहे यत् पठितम्? अस्तु अस्तु वदामि. गर्हायाम् इति अर्थेन धातुतः अपि च जातु इति पदानि योगेन धातुतः त्रिषु कालेषु लट्लकारः भवति इति लट्लकारः किञ्चित् परिवर्तनीयं. गर्हा इति धातुतः नास्ति, गर्हा इत्यस्य अर्थे इति इति धातु गर्हा इति धातोः प्रयोगः इति नास्ति. गर्हा इति इत्यस्मिन् अपि यः कोऽपि धातोः प्रयोगः अपि भवतु, यत्किमपि धातुः भवतु, यः कोऽपि धातुः भवतु, निन्दा तर्जनं यत्किमपि भवतु, तत्र सर्वत्र अपि अस्य सूत्रस्य प्रवृत्तिः अस्ति. गर्हार्थे यः कोऽपि धातो यस्य कस्यापि धातोः प्रयोगः भवतु तत्र तत्र यत्र अपि अनन्तरं जातु इति पदद्वयस्य प्रयोगः भवति त्रिषु कालेषु अपि, भूतकाले प्रयोगः भवतु, वर्तमानकाले भवतु, भविष्यत्कालार्थे अपि भवतु, चिन्ता नास्ति, तत्र सर्वत्रापि लट्लकारः एव भवति इति. गर्हादि अर्थेन यदि वाक्यम् अस्ति चेत् तदा अपि च जातु यदि पदानि योगेन लकारः किं भवति चेत् लट् लकारः त्रिषु कालेषु. सम्यक् वा आदौ? आम् सत्यं. धन्यवादः महोदय. अनन्तरं जातु कालसामान्ये भवति इत्युक्ते त्रिषु कालेषु, परन्तु वर्तमानकाले लट्लकारः भवति, वर्तमानकाले तेन एव भवति, परन्तु गर्हायां लट् अपि जातो इति सूत्रेण लट्लकारः भवति सामान्यकाले, सामान्य इत्युक्ते पूर्व भूतकाले वा वर्तमानकाले वा भविष्यत्काले अस्ति चेत् अपि लट्लकारः भवति इति. उदाहरणवाक्यमस्ति वा महोदय? उदाहरणवाक्यं वा? मम प्रश्नः अत्र अस्ति, अत्र तु भूत एच इत्यस्य अनुवृत्तिः अस्ति वा, विकल्पेन भूतकालार्थे विधानं भवति वा? न भवति, किमर्थं चेत् भगिनी एकनिमिषं तिष्ठतु महोदय, वदति वा महोदय? किमर्थं चेत् लट्लकारः भवति त्रिषु कालेषु, अतः भूतकाले यदि अनुवृत्तिः भवति इति नास्ति अत्र. तदा तच्च पूर्वम् उक्तमासीत् खलु, यत्र लिङ्निमित्तम् उक्तमस्ति चेदेव भूते च इत्यस्य विकल्पेन विधानं भवति. अत्र तु सूत्रे तु लिङ्निमित्तम् इति न स्वीकृतं खलु, केवलं भूतार्थे इति अपि जातोः इति एव उक्तमस्ति. लिङ्निमित्तं न अपेक्षितम् इति कृत्वा भूते च इत्यस्य विकल्पेन विधानं न भवति इति. अस्तु, उदाहरणवाक्यम् अत्र दत्तम् उदाहरणं स्वयं किं कमपि निन्दां करोतु, पुत्रं वा पुत्रीं वा मां वा निन्दां करोतु, अपि च भवती किं करोति इति पृच्छतु. तावदेव, कोऽपि न कृतं तथा मम ते. हे भव्य अपि च किं करोति, अपि किं करोति, किं भगिनि अपि इति वक्तव्यम्, अपि वाचा हे भव्ये करोति, अपि च किं करोति भवति इति, तदा अपि प्रयोगः अस्ति खलु, जातु भवत्या कृतं. भगिनि अपि यव गत वर्गे यत् पूर्वम् अस्माकं बोधमस्ति, यत् उदाहरणं दत्तमस्ति अत्र विशल किमपि याचयति खलु, अपि तत्र भवान् विशलं याजयति, जातु तत्र भवान् विशलं याजयति खलु, एतस्य अर्थं यथा महोदय लिखितवान् विशलसु शूद्राते तच्छूद्रते समानस्य. न श्रूयते भगिनि. वृषलशूद्रार्थे तत् शूद्रकृते समानत्यक्तः इति अर्थः खलु. सो मम अस्माकम् अवगमनम् आसीत् यत् को जनः वृषलं समानं न कृतवान् इति. न न न तथा नास्ति, तथा नास्ति. यत्र यजनं करोति खलु, यज् धातोः एव यज् इत्यस्य तु पूजासङ्गतिधनकरणधानेषु इति यज् धातोः अर्थः अस्ति. तर्हि यज् धातोः निजन्तरूपमस्ति याजयति इति, तर्हि किम् अस्ति तादृशयजनं वयं कोऽपि ब्राह्मणः चिन्तयतु, नो चेत् अन्य कोऽपि वृषलेन कार्यं कारयति इत्युक्ते यजनकार्यं, देवपूजा वा सङ्गतिकार्यं वा करणं वा दानं वा वृषलेन कारयति इति कृत्वा तद् दोषाय इति तत्र अन्यः निन्दां करोति इति वक्तु वदति साधु ब्राह्मणम् इति दृष्ट्वा वृषलेन कार्यं कारयति याजयति. किमर्थं वृषलेन याजयति, किमर्थं विजने वृषलेन दानकार्यं कारयति इति निजन्तवाक्यमस्ति, प्रेरणार्थे निजस्ति. किमर्थं तत्र किं ब्राह्मण किं कृतवान्, तत्र गत्वा वृषलम् उक्तवान्, हे वृषल भवान् एवं दानं करोतु इति वदति सः, इति कृत्वा वृषलः दानं कृतवान्. अधुना अन्यः आगत्य आगत्य वदति किमर्थं वृषलेन भवान् एतादृश पुण्यकार्याणि किमर्थं कारितवान् इति तत्र निन्दां ब्राह्मणं निन्दां करोति. अस्तु, इति एव अर्थः अस्ति मम अवगमनम् आसीत् ब्राह्मण वृषलं समान न कृतवान् इति याजयति इति. देवपूजाकार्यं वा तत्र दानकार्यं वा यत्र वयं कारयामः तत्रापि सम्मानः भवति चेदेव कार्यं कारयामः. देवपूजा तु अन्यस् यत्र सम्मानः नास्ति, वेन् यु डोण्ट् when you don't respect the person, you don't expect, you don't make him do right. tatha asit puratana kale केचनाः मन्दिरस्य अन्तिम प्रवेशनमपि न आसीत् खलु, किमर्थम् इत्युक्ते इति हेमा भगिनी उक्तवती वृषलं समानं न दत्तवान् इति आसीत्, तद् महोदय इति यथा भवती उक्तवती तथैव अस्ति इति, सः वृषलेन कार्यं कारयति वा याचयति अतः तस्य सम्मानता भवति खलु, यदि वृषलेन पूजां कारयामः चेत् तदा तु तस्य सम्मानः वर्धते इति कृत्वा तदा मास्तु इति. तत्र पूर्वस्मिन् काले तु वृषलान् तत्र शूद्रान् तत्र निष्कासितवन्तः खलु समाज, तद् अङ्गीकारः नासीत् तेषां कृते मन्दिरम् आगन्तुं तत्र देवपूजार्थं वा धानार्थं वा तेषाम् अङ्गीकारः नासीत्. अस्तु तावत्पर्यन्तं आमां. तर्हि यद्यपि वयं पठितवन्तः त्रिवारं तृतीयवारम् अद्य पठामः तथापि मनसि कश्चन ब्रह्मात्मक अस्ति. सी आफ्टर् डूयिङ्ग् फोर् त्री टैम्स् वी आर् कैण्ड् आफ् गेटिङ्ग् सम् क्लारिटि, बट् इफ् यु डू दिस् वन्स् अण्ड् वि मूव् फार्वर्ड् वि वुड् नेवर् गेट् अ प्रापर् कान्सेप्ट्. गतवर्गे ओदाप्यवतिसूत्रेण अहम् उक्तवान् अधिकारसूत्रम् अत्र नियमः अस्ति इति मत्वा अहम् उक्तवान्, परन्तु भवान् उक्तवती अधिकारसूत्रं नास्ति, नियमः अस्ति सम्यक् अन्यसूत्रेण इति. सत्यं सत्यं पठामि चेत् सन्देहः निवारणं भवति. इतोपि अद्य अपि अहम् उक्तवान् धातोः गर्हादि वयं निस्सरामः तत्र, यथा भगिनी एव स्मारितवती तत्र कुत्र विकल्पः कुत्र नित्यं भवति इत्यपि ममपि भ्रमः जातः तत्र वर्षत्कालापे कुत्र उक्तम् आसीत् इति. महोदय वारं वारं ऐ वास् इन्करेक्ट्लि पायिण्टिङ्ग् औट् अण्ड् देन् रेड् इट् ऐ गाट् इट् करेक्टेड् आफ्टर् वर्ड् बट् ऐ वास् इन्करेक्ट्लि पायिण्टिङ्ग् औट् दशसूत्राणि एव वैकल्पिक. सत्यं केवलं भूतकालार्थे दट् टु एस्पेशलि वर्षत्कालार्थे तु नित्यमेव भवति, वैकल्पिकम् ओन्लि फार् भूतकालार्थे, ओन्लि फिट् इस् हेविङ्ग् लिङ्ग् निमित्तम् इट् इस् अप्लिकबल् फार् लिङ्ग् निमित्तम्, इफ् लिङ्ग् निमित्तम् इस् नाट् अप्लैड् देन् इट् इस् नाट् वैकल्पिकम्. सो देर् आर् त्री कण्डीशन्, वन् इस् इट् हेस् टु बि वितिन् द टेन् सूत्रास्, इट् हेस् टु हेव् भूतकालार्थे, and then it has to be kim asti kriyati patti ling nimitta iti idam dhanyavaad shubharatri sarvesham nane shubhadinam shubhadinam bhavate evade bhagini shubha shubhashaya ganesh chaturthiya गणेशदत्तां भगिनि शुभाशयः इति. अस्तु ओण अपि आगच्छति, पञ्चमदिनाङ्के भगिनि टीचर्स् डे, हेपि टीचर्स् डे भगिनि. अस्तु मिलामः, अस्तु.